तर्हि अस्माकं कृतान्तप्रयोगः इति विषयः अस्ति. अस्मिन् प्रसङ्गे वक्तव्यमस्ति यत् कर्तरि अपि भवति कर्मणि अपि भवति इति यथा अस्माभिः दृष्टं गते सप्ताहे. सामान्यप्रयोगः अस्ति कर्मणि प्रयोगे, कुत्रचित् कर्तरिप्रयोगे अपि भवति. कुत्र धातुः अकर्मकः इति चेत् अथवा गत्यार्थकः इति चेत्. तद्विहाय अपि अस्य तत्र अध्यायस्य अन्ते अन्यत् सूत्रमस्ति यत्र केचन विशिष्टदातवः सन्ति. इदानीं मास्तु, सामान्यमस्ति कर्मणि प्रयोगः, कुत्रचित् कर्तरि अपि सम्भवति यत्र गत्यार्थकधातुः अथवा अकर्मकधातुः इति सिद्धान्तः. इदानीं कृतान्तरूपं सदा विशेषणमस्ति, सदा विशेषणमस्ति यत्र नाम कुत्रचित् क्रियापदस्य भूमिकाम् अथवा कार्यं पूरयति इति भवतु नाम वस्तुतः विशेषणम् एव अस्ति. यथा मया कार्यं कृतं, मया कार्यं कृतम् इति अत्र कृतम् इति किं लक्ष्मीभगिनी वदतु, नाम क्रियापदमस्ति वा? कृतम् इति कार्यम् इति पदस्य विशेषणं. हा, अत्र क्रियापदं किम्? कृतम् आसीत् भूतकालार्थे वयम् उपयोगं कुर्मः अतः आसीत्. वस्तुतः आसीत् इति वक्तव्यमेव इति नास्ति, किन्तु भूतकालार्थे अस्ति यस्मिन् कस्मिन्नपि काले समये भवतु नाम मया कार्यं कृतम् आसीत् अस्ति भविष्यति नाम सोमवासरपर्यन्तं मया कार्यं कृतं भविष्यति इति. तथापि तत्रापि भूतकालार्थे अस्ति यद्यपि कार्यं न जातं तावता, नाम कार्यं समाप्तम् इति भूतकालार्थे अस्ति. यदा कदाचित् ह्यः अद्य श्वः, किन्तु कार्यं समाप्तम् इति कृत्वा भूतकालार्थे अस्ति. हा, अस्तु, बहु सम्यक् अस्ति. तर्हि मया कार्यं कृतम् अस्ति इति कृत्वा अस् धातुः अथवा भवति यत्किमपि भवतु नाम, किन्तु अन्यत् किमपि क्रियापदम् अस्ति, कृतान्तरूपं न कदापि क्रियापदम् अस्ति, सदा विशेषणमेव. अस्तु, सम्यक् अस्ति इति एकमस्ति. इदानीं विशेषणं भूत्वा कदा कर्तरि कदा कर्मणि इति कथं निर्णेतुं शक्नुमः? यथा गते सप्ताहे अयं प्रश्नः आगतः आसीत् खलु, तत्र कथा आसीत् धनदासः लुब्धः इति वाक्यमासीत्. तत्र अस्माभिः कथं निर्णेतव्यमस्ति? इदानीम् उदाहरणार्थं वदामि, पठितं पुस्तकं प्रकोष्ठे अस्ति, पठितं पुस्तकं प्रकोष्ठे अस्ति. अस्मिन् वाक्ये सरला भगिनी वदतु यत् कर्तृपदं किम्? पुस्तकं भवति कर्तृपदम्. अत्र पुस्तकमस्ति कर्तृपदम्, अपि च पठितं तस्य विशेषणं भवति, तस्यापि कर्तृपदस्य विशेषणं खलु, कर्तृपदस्य विशेषणमिति कृत्वा तत्र कर्तरिप्रयोगः इति वयं चिन्तयामः चेत् तत्र दुर्गतिः अस्ति. पठितं पुस्तकं प्रकोष्ठे अस्ति इति वाक्यं पुस्तकमिति कर्तृपदम्, अतः पठितम् इति कर्तरिप्रयोगे इति चिन्तयामः चेत् दोषः. किमर्थमिति चेत् अत्र पठित इति पदस्य अर्थं निधाय वाक्यं न विरचितमस्ति. अपरस्मिन् अर्थे अस्ति. पुस्तकं कुत्र अस्ति इति वाक्यं, पुस्तकं प्रकोष्ठे, तत् कीदृशपुस्तकम् इति अन्या वार्ता अस्ति. किन्तु अत्र अस्मिन् वाक्ये अयं विषयः नाम कीदृशं पुस्तकम् इति वाक्यस्य विषयः नास्ति. वाक्यस्य विषयः अस्ति पुस्तकं कुत्र, प्रकोष्ठे. इति कृत्वा अस्य वाक्यस्य परिशीलनेन निर्णेतुं न शक्नुमः यत् पठितम् इति पद इति पदं कर्तर्यार्थे अथवा कर्मणि अर्थे अस्ति. तर्हि कीदृशं वाक्यमपेक्षितमस्ति निर्णयार्थम् इति चेत्, यत्र तादृशं वाक्यं पश्यामः यस्मिन् तस् वाक्यस्य विषयः क्तान्तरूपस्य अर्थः, यत्र यत्र क्तान्तरूपस्य अर्थं निधाय वाक्यं विरचितमस्ति, तत्र एव निर्णेतुं शक्नुमः. नाम यत्र पुस्तकं पठितम् इति वाक्यस्य विषयः, अत्र पठितुं पुस्तकं प्रकोष्ठे अस्ति, अत्र पठितमस्ति अथवा न पठितम् इति न विषयः, विषयः अस्ति पुस्तकं कुत्र. अतः तत्र इदं वाक्यं न द्रष्टव्यमस्ति निर्णयार्थं कर्तरि कर्मणि वा. कुत्र पुस्तकं पठितम् इति यत्र वाक्यमस्ति, पुस्तकं पठितमस्ति, पुस्तकं पठितं, तत्र प्रश्नः उदेति केन, मया, मया पुस्तकं पठितमस्ति इति कृत्वा अत्र कर्मणि अर्थे अस्ति न तु कर्त्री. कर्मणि अस्ति यतो हि कर्तृपदमस्ति मया, पुस्तकं तु कर्मपदमस्ति, तस्य विशेषणमस्ति पठितम् इति विषयः अस्ति. तर्हि यथा अत्र धनदासः लुब्धः, पुस्तकेषु लुब्ध तत्र पुस्तकेषु लुब्धधातुः सकर्मकः न वा इति भवतु, नाम सामान्यतया सकर्मकधातुः अस्ति चेत् तत्र कर्त्रार्थे कृतान्तरूपं न भवति खलु, केवलम् अकर्मकधातुः, अकर्मकधातुः अथवा गत्यार्थकधातुः, तत्र एव कृतान्तरूपस्य कर्तरिप्रयोगः सम्भवति इति सामान्यचिन्तनं. तर्हि अत्र लुब्धातुः यत्किमपि भवतु नाम, किन्तु वार्ता वयं चिन्तयितुं शक्नुमः. इदानीं धनदासः लुब्धः, तत्र यत्र लुब्धः इति वाक्यस्य विषयः अस्ति तत्र स्वीकर्तव्यमस्ति, न तु अन्यत् अन्यत्र. नाम पठितं पुस्तकं प्रकोष्ठे अस्ति, अत्र विषयान्तरमस्ति, न तु पुस्तकं पठितमस्ति न वा. पुस्तकं पठितं मया इति वाक्यं द्रष्टव्यमस्ति निर्णयार्थम्. अत्र पठिधातुः सकर्मकः इति कृत्वा कर्मणि एव अस्ति इति अन्यविषयः अस्ति, किन्तु निर्णयार्थं तादृशवाक्यमपेक्षितमस्ति पुस्तकं पठितं मया. इदानीं धनदासः लुब्धः, अस्ति, अत्र धनदासः वाक्यस्य कर्मपदं वा कर्तृपदं वा इति राजेन्द्रमहोदय वदतु. धनदासः लुब्धः अस्ति, अत्र तु कर्म नाम अस्य वाक्यस्य कर्तृपदं किं, धनदासः. हा, धनदासः, तस्य विशेषणमस्ति लुब्धः, किन्तु पुस्तकं पठितं मया, यत्र पुस्तकं पठितं मया इत्युक्ते तादृशं वाक्यं यत्र पठितम् इति शब्दस्य अर्थः तस्य वाक्यस्य विषयः जातः. एवमेव अत्र अपि धनदासः लुब्धः अस्ति इति वाक्यस्य नाम लुब्धशब्दस्य अर्थः वाक्यस्य विषयः जातः इति कृत्वा तादृशं वाक्यमपेक्षितमस्ति. धनदासः लुब्धः धनदासः लुब्धः अस्ति इति अस्मिन् वाक्ये तत्र धनदासः कर्तृपदं पुस्तकं पठितं मया इति वाक्ये तत्र पुस्तकं कर्मपदं न तु कर्तृपदं कर्मपदस्य विशेषणमिति कृत्वा पठितं कर्मणि प्रयोगे अस्ति. धनदासः लुब्धः अस्ति इति अस्मिन् वाक्ये तत्र लुब्धशब्दस्य अर्थः वाक्यस्य विषयः इति कृत्वा लुब्धशब्दः धनदासस्य कर्तृपदस्य विशेषणमिति कृत्वा कर्तरिप्रयोगे अस्ति. सम्यक् वा? अस्तु, अग्रे गच्छेम तर्हि. तत्र अग्रिमे पुटे गच्छेम, यतोहि सर्वं समाप्तमस्ति अभ्यासः. अत्र यथा सामान्यम् अस्माकम् अभ्यासः द्विप्रकारकः अस्ति. एकमस्ति प्रयोगः, एकमस्ति रूपम्. अत्र रूपाभ्यासः अस्ति. एतावता प्रयोगाभ्यासः प्रवर्तमानः आसीत्, कीदृशप्रयोगः, कर्तरि अस्ति, कर्मणि अस्ति, कीदृशं वाक्यम् इत्यादिकम्. अत्र तु रूपाभ्यासः अस्ति. यत्र रूपाभ्यासः अस्ति तत्र व्याकरणं नाम पाणिनीयव्याकरणम् अवश्यम् आगच्छति. अस्मिन् प्रसङ्गे वयं किञ्चित् जानीमः, यत्र न जानीमः तत्र व्याकरणवर्गे अपि भविष्यति. तस्य प्रदर्शनार्थमपि किञ्चित् अत्र प्रदर्शयामः अत्र. तर्हि किं जगन्नाथमहोदय पठतु कृपया. अस्ति वा महोदय? अस्तु, लक्ष्मी भगिनी पठतु कृपया. एतेषां क्तान्तप्रत्ययान्तरूपाणि लिखत, यथा जि जित. प्रथमम् अस्ति क्रू धातुः. अत्र क्रूधातुः अजन्तधातुः. क्ताप्रत्ययः आर्थधातुकप्रत्ययः. आर्थधातुकस्य कस्यर्वलादेः इत्यनेन अत्र क्ताप्रत्ययः सेट् भवति. अपि च क्रू धातुः अजन्तधातुः. बहु समीचीनमस्ति, बहु सम्यक् अस्ति भगिनि. तत्र सूत्रं किम् आसीत्? आर्धधातुकस्य वलादेः तकारः वलादिप्रत्याह वल् प्रत्याहारे अस्ति. अतः सेट् भवति. परन्तु अत्र क्रू धातुः अजन्तधातुः सेट् नास्ति, अनिट्. अतः अत्र इडागमः न भवति. अतः कृता इति प्रातिपदिकं रूपम् आगच्छति. त्रिषु लिङ्गेषु कृतम् अथवा कृतः अथवा कृता तथा भवति. हा, वा, बहु सम्यक् अस्ति. वा, प्रशंसनीयमस्ति. तादृशं नाम ह्यस्तनवर्गे बाल तत्र सुब्रह्मण्यं वदत् तादृशं चिन्तनं साधितं वा? अस्तु न, बहु सम्यक् अस्ति, प्रशंसनीयमस्ति. नाम शिक्षकस्य विद्यार्थिनां च बहु सम्यक् अस्ति. शुक्रवासरे सम्यक्तया तत्र अभ्यासः प्रवर्तमानः अस्ति इति कृत्वा. वा, अस्तु. तर्हि सेट् नास्ति. कुत्रचित् क्रीडातोः इडागमः करिष्यति इति अपि अस्ति. नाम इडागमः किञ्चित् जटिलविषयः, किन्तु सामान्यं ज्ञातव्यमस्ति. तदेव भवत्या उक्तमस्ति, क्रीडातुः सेड् नास्ति इति तु सत्यं. कुत्रचित् बलाद् भवति विशिष्टसूत्रेण, नो चेत् न भवति. कृतवान्, कर्तुं, कृत्वा, सामान्यतया इडागमः न भवति. हा, इति एकमस्ति. इति एकविषयः, इडागमः नास्ति. द्वितीयः विषयः अस्ति यत् गुणः भवति न वा, गुणः भवति न वा. अत्र बालसुब्रह्मण्यं तत्र वदति वा अत्र गुणः कृतः वा गुणः ऋकारान्तः कृत अत्र तान्त्ररूपम् अस्ति कृत धातुः अस्ति कृ तर्हि अस्मिन् रूपे कृत इत्यस्मिन् तत्र गुणः साधितः वा गुणकार्यं जातं वा अत्र नास्ति हा सत्यं सत्यं बहु सम्यक् अस्ति किमर्थं न जातम् इति जानाति वा जानाति एव प्रत्ययः कः आर्धधातुकप्रत्ययः कृतप्रत्ययः कृतप्रत्ययस्य स्वभावः कः हलादिप्रत्ययः अपि च तत्र सामान्यतया कस्य तत्तु अस्ति भवता यदुक्तं तत्तु सत्यं सम्यक् अस्ति हलादिप्रत्ययः अन्यत् किं किम् अस्ति क्त नाम इत्संज्ञकवर्णानां परिशीलनेन तत्र यस्य कस्यापि रूपस्य स्वभावः अपि ज्ञायते अत्र इत्संज्ञकवर्णः कः कस्य वर्णस्य इत्संज्ञा अस्ति अत्र क्तप्रत्यये इत्संज्ञा नाम कः वर्णः अपगच्छति अत्र इत्संज्ञा नास्ति कहारः इत्संज्ञा भवति हा सम इति तु अस्ति खलु भवान् तु जानाति तत् किमपि नास्ति कृतप्रत्ययः तत्र ककारः इत्संज्ञकः खलु तस्य इत्संज्ञालोपश्च भवति हा तर्हि अत्र कित्वात् किं वक्तव्यमस्ति अत्र कः इत्संज्ञः भवति तस्मात् कित् तस्मात् गुणः नास्ति नास्ति तत् सूत्रं किं किमर्थं नास्ति कित्वत् इति न कित् साक्षात् यत्र कित्वं भवति तत्र गुणः भवति वा गुणः न भवति हा किमर्थं सूत्रं किं भवान् जानाति एव भवान् तु जानाति एव अत्र अन्य कोऽपि राजेन्द्रमहोदय वदतु महोदय सूत्रमस्ति किन्नति च कित् नित् अस्ति तत् गुणनिषेधः हा किङिति च तत्र बालसुब्रह्मण्यं तत् जानाति एव नूतनं नास्ति नूतनविषयः नास्ति खलु किङिति च तेन गुणनिषेधः नो चेत् केन सूत्रेण गुणः भवति स्म राजेन्द्रमहोदय वदतु महोदय अत्र साधुदातु तिंक्षित् सार्वधातुकं न केन सूत्रेण गुणः भवति स्म अत्र तु बालसुब्रह्मण्यमन्तु न सामान्यसूत्रमस्ति न तत्र सार्वधातुकार्थधातुकयोः गुणः भवति स्म किन्तु न जातं यतो हि कृतप्रत्ययः कित् अस्ति एतत् सर्वम् अहं किमर्थं वदन्नस्मि तत्र प्रदर्शनार्थं यद् बुधवासरे विद्याभगिन्याः वर्गः आगन्तव्यः सर्वे आगच्छन्तु तत्र बहु उपयोगी अस्ति कृ कृ धातोः कृत स्मृ धातोः मेहुलमहोदय वदतु तत्र स्मृधातोः स्मृधातोः स्मृत इति भवति कप्रत्ययस्य ककारः इति संज्ञा भवति अतः तस्य लोपः त इति अवशिष्यते स्मृयोगः त इति स्मृत इति भवति हा सम्यक् अस्ति एवमेव मृ मृ अपि मृत इति भवति श्रु श्रुत हा अत्र अत्र सर्वत्र किं गुणनिषेधः इति सिद्धान्तः अकः अतः एकस्मिन् स्थले अस्ति जी जीतः सर्वत्र कित्वात् कृतप्रत्ययस्य कित्वात् गुणनिषेधः अस्ति इति सिद्धान्तः नाम किञ्चित् जानीमः चेत् तत्र बहु लाभः महान् लाभः अस्ति व्याकरणविषये अस्तु इदानीं ततः अग्रे गच्छेम इदानीं राजीभगिनी अग्रे किमस्ति क्रीड् क्रीड् क्रीडत जीव् जीवत न जीवता क्रीडत इति कथं वदति भवती सम्यक्तया क्रीड् क्रीडित जीव् जीवित भवति कथम् आगच्छति इति अत्र सिद्धान्तः कः किम् उक्तं दीर्घ दीर्घ इकारः इक्त जीव् जीव् योग योगः इक्त ककारस्य लोपानन्तरं जीवित नाम मध्ये मध्ये इकारः कश्चन अस्ति खलु मध्ये ईकारः अस्ति जीव् जीवित वकारस्य कस्य इकारः अस्ति कस्य इकारः कथम् आगच्छति इति प्रश्नः प्रश्नः खलु स एव प्रश्नः अस्ति तस्य नाम किं तस्य इकारस्य नाम किम् इडागमः हा इडागमः किमर्थम् आगतः इति लक्ष्मीभगिनी वदतु एकवारम् अत्र कृताप्रत्ययः सेट् अस्ति आर्धजातकप्रत्ययः इति भूत्वा अनन्तरं वलादि आजतकः तकारः वल् प्रत्याहारे अस्ति अतः वलादि वर्णः अतः सेट् अत्र धातुः अस्ति क्रीड् हलन्तधातुः सामान्यतया सर्वेषां हलन्तधातूनां विषये तत्र सेट् सामान्यतया हलन्तधातुः सेट् भवति अजन्तधातुः अनिट् भवति इति एकम् अस्ति अत्र धातुः हलन्तधातुः कानिचन विशिष्ट धातुः अपि अन्यानि सन्ति परन्तु अत्र क्रीड्धातुः अपि सेट् अतः इडागमः भवति सेट् धातुः सेट् प्रत्ययः अपि सेट् अतः इडागमः भूत्वा क्रीडित इकारः मध्ये आगच्छति जीवित बहु सम्यक् अस्ति आधिक्येन हलन्तधातवः सेटः भवन्ति आधिक्येन सत्यं बहु सम्यक् अस्ति तर्हि क्रीडितः जीवितः इडागमः भवति हा अपि च ततः तत्र गुणः गुणः न भवति नाम कृतप्रत्ययः कित्वात् इति एकमस्ति किन्तु ततः अग्रे वक्तुं शक्नुमः ये जानीयुः यत् तत्र उभधायां दीर्घः एकः अस्ति दीर्घः एकवर्णः अस्ति न तु ह्रस्वः पुगन्धलघुबुधस्य च तिनेन लघु वर्णः अपेक्षितः आसीत् इदानीं मास्तु किन्तु तथा अस्ति अत्र गुणः न भवति भवति कथञ्चित् अपि अस्तु अग्रे अग्रे अस्माभिः किं वक्तव्यमस्ति सरला भगिनी अग्रे कूप् कूप् कूपित अत्र कूप् अपि सेट् प्रत्ययः अस्ति हलन्त धातु अस्ति तत् प्रत्ययः कुप्त सेट् धातुः अस्ति प्रत्ययः सेट् प्रत्ययः अस्ति कित्वात् भूत्वा आदधातुकप्रत्ययः अत्र धातु सेत् अस्ति प्रत्ययः अपि सेत् अस्ति इदागमः भवति अतः कुपित इति भवति सम्यक् एवमेव एवमेव कम्प् अस्ति, कम्पित भवति. अपि च रक्षति, रक्षित भवति तत्र. वा बहु सम्यक् अस्ति. हा इति सिद्धान्तः तावता. इदानीम् अग्रिमधातुसमूहः अस्ति, तत्र विद्या भगिनी किञ्चित् सहायं करोतु अत्र कृपया. अत्र किमस्ति? अत्र अनुनासिकान्तधातवः गम् मन् हन् तन्. अत्र विशिष्टसूत्रेण तत्र अनुनासिकवर्णस्य लोपः भवति, यत्र जलादि कित् नित् प्रत्ययः. अत्र गम् योगः तप्रत्ययः, तप्रत्ययः जलादिप्रत्ययः, जल् प्रत्याहारे अस्ति. अपि च तप्रत्ययः कित् अस्ति, तर्हि जलादि कित् प्रत्ययः इति कृत्वा तत्र गम् इत्यस्मिन् मकारस्य लोपः भवति. तर्हि ग योगः त, गत इति प्रातिपदिकं, गतः, गतं, गता इति रूपाणि. एवमेव मन्, एवमेव मन् हन् तन्, सर्वत्र अनुनासिकवर्णस्य अन्तिमवर्णस्य लोपः भवति. अनुनासिकवर्णाः के? अनुनासिकवर्णः इत्युक्ते वर्गस्य पञ्चमवर्णः, अत्र मकारः, नकारः. अत्र प्रधानतया अस्मिन् सूत्रे तु मकारः, नकारः. समीचीनमस्ति. सूत्रं किम्? अत्र सूत्रमस्ति अनुदात्तोपदेश वनति तनोत्यादीनां लोपो जलि इति सूत्रेण. अनुनासिकलोपो झलि क्निति इति सूत्रेण. अनुदातोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्निति इति सूत्रेण तत्र अनुनासिकवर्णस्य लोपः. हा बहु सम्यक् अस्ति. इदानीम् अस्माकं तत्र सूत्रे अधिकम् अवधानं नापेक्षितमस्ति, केवलं प्रदर्शनार्थं यत् वर्गस्य आगमनेन महान् लाभः अस्ति, एतादृशं ज्ञानं भविष्यति. ओ गम् इति अनुनासिकधातुः, अथवा हन् हन् अनुनासिकधातुः अस्ति, नाम तत्र कृतान्तरूपं किं स्यात् इति चिन्तने सति तत्र हन् इति अनुनासिकधातुः अस्ति. ततः अग्रे कृत इति कित् अस्ति, अपि च जलादिः अस्ति. नाम कृतप्रत्ययः तत्र ककारः इत्सङ्गिकः इति कृत्वा प्रत्ययः कित्. अनन्तरं तकारः प्रत्ययस्य आदिमवर्णः, तत्र तकारः झल् प्रत्याहारे अस्ति, झल् प्रत्याहारे अस्ति खलु अनुनासिकवर्णाः वर्गीयव्यञ्जनानि इति कृत्वा तत्र अवगन्तुं शक्नुमः यत् नकारस्य लोपः भविष्यति. हत तन् अपि तथा तत. अस्तु बहु सम्यक् अस्ति. इदानीम् अग्रे किं चिन्तनमस्ति इति सुब्रह्मण्यं तत्र सहायं करोति वा? श्रम् आं महोदय, इदानीं श्रम् अस्ति. श्रम् अपि अनुनासिकान्तधातुः. श्रम् योगः ता अस्ति, ता इति कित् प्रत्ययः, अपि च झलादिप्रत्ययः. परन्तु इदानीमत्र यद् सूत्रं भगिनी उक्तवती तत्तु विशिष्टसूत्रमस्ति, परन्तु साधारणतया अत्र अनुनासिकान्तधातूनां कृते किं भवति इत्युक्ते, अनुनासिकवर्णस्य पूर्वं यः स्वरः अस्ति तस्य दीर्घत्वं भवति, अतः अत्र स्राम् इति भवति. स्राम् योगः त, इदानीम् अत्र वयं जानीमः त इति झल् झल् प्रत्याहारस्य वर्णः, मकारः अनुनासिकवर्णः, अपि च अपदान्त अनुनासिकवर्णः. अतः नश्चापदान्तस्य झलि इत्यनेन अत्र किं भवति इत्युक्ते मकारस्य स्थाने अनुस्वार आदेशः भवति. अतः अत्र स्र योगः त. इदानीमत्र पुनः अनुस्वारस्य ययि परसवर्णः इत्यनेन अत्र किं भवति इत्युक्ते पूर्वम् अनुस्वारः, अनन्तरं तकारः यै प्रत्याहारस्य वर्णः, अतः अनुस्वारस्य स्थाने तवर्गीय सवर्णः आगच्छति. तवर्गीयसवर्णः अनुस्वारेण सह किम् अस्ति इत्युक्ते, अत्र कः अस्ति इत्युक्ते, तत्तु तवर्गीय अनुनासिकव्यञ्जनम्. अतः अत्र नकारः पुनः आगच्छति, अतः अत्र श्रान्त इति रूपं भवति. श्रान्तः, श्रान्ता, श्रान्तम् आहत्य अत्र सूत्रत्रयं. प्रथममस्ति अत्र अनुनासिकस्य क्वीझलोः क्निति इति. अत्र अनुनासिकस्य झलादि कित्नित् प्रत्ययः परे अनुनासिकात् पूर्वं यः स्वरः अस्ति तस्य दीर्घत्वं भवति. अनन्तरम् अत्र नश्चापदान्तस्य झलि अपि च अनुस्वारस्य ययि परसवर्णः भूत्वा अन्ततो गत्वा अत्र मकारस्य स्थाने नकारः अस्मिन् उदाहरणे, तस्मात् पूर्वं स्वरस्य दीर्घत्वं श्रान्त इति रूपं. हा हा, बहु समीचीनमस्ति महोदय. हा तर्हि यथा महोदयेन उक्तम्, अत्र सूत्रं सामान्यसूत्रमस्ति, तत्र विशिष्टसूत्राणि सन्ति, सामान्यसूत्राणि सन्ति. अत्र विशिष्ट अत्र सामान्यसूत्रमस्ति. सामान्यतया यः कोऽपि अनुनासिकान्त अनुनासिकान्तदातुः अस्ति तस्य अनेन सूत्रेण उपदादीर्घः भवति इति सामान्यनियमः. अनुनासिकस्य क्वीझलोः क्ङ्यति इति सूत्रमस्ति. अस्तु, भवतु नाम अत्र उपदादीर्घः भवति. श्रं श्रान्त क्रं मूलमहोदय तत्र रूपं किं क्रं क्रान्त अक्रान्त इति अस्ति. हा, बहु सम्यक् अस्ति. अपि च श्रं श्रं तत्र त्रीणि रूपाणि वदतु. क्रान्तः, क्रान्ता, क्रान्तं, नाम त्रयः दातवः सन्ति, श्रं शं क्रम्. श्रं श्रान्तः, श्रान्ता, श्रान्तं, शान्त शान्तः, शान्ता, शान्तं, क्रान्त क्रान्तः, क्रान्ता, क्रान्तम् इति अस्ति. इति सामान्यनियमः. अत्र मन् हन् तन् गम् एतेषां तादृशी गतिः नास्ति. किमर्थमिति चेत् तत्र प्रथमे सूत्रे अनुदात्तोपदेश वनति तनोत्यादीनाम् अनुनासिकलोपो झलिज्ञति इति सूत्रेण तत्र त्रयः समूहत्रयमस्ति. अनुदात्तोपदेशदातवः, वनति इति धातुः, अपि च तनोति गणे ये अनुनासिकान्तदातवः सन्ति. तर्हि यथा तद्धातुः तनोति तनादिगणे अस्ति तन्दातुः, गं धातुः, हन् धातुः च तत्र अनुदात्तोपदेशः इति. एतत् सर्वम् इदानीं मास्तु, केवलं प्रदर्शनार्थं यत् किमर्थं सामान्यसूत्रेण उपदादीर्घः न जातः अपि तु अनुनासिकलोपः जातः. अस्य सर्वस्य बोधः भवति वर्गे बुधवासरस्य. हा अस्तु, अग्रे गच्छेम. तत्र राजेन्द्रमहोदय तत्र अग्रे वप् इति यस्मिन् किं जातम् अत्र महोदय चिन्तयामि सम्प्रसारणं जातं वा अत्र. सत्यं वकारस्य स्थाने उकारः आगच्छति, तत् तप्रत्यया संयोजनेन तत् उक्त उक्त भवति तत्र. एवमेव तत् एवमेव स्वप् सुप् सुप्त भवति. हा, सम्प्रसारणं तत्र इको यनचि इति एकः यन् भवति, तस्य विपरीतक्रमः, तस्य नाम अस्ति सम्प्रसारणम्. अतः तावदेव वदामः. तत् सम्प्रसारणं यत्र कित् प्रत्ययः अग्रे कित् कित् कित्वात् कित्वात् तत्र सम्प्रसारणं जातमस्ति. वप् इति यस्य उकारस्य उकारः उभयत्र उप्त् नाम सामान्यतया उकारस्य उकारः भवति खलु, उकारस्य यथा एक आनन्दाद्येव खलु इमानि भूतानि इति एकं तत्र तत्र श्लोकः अस्ति. तर्हि खलु इमानि, खलु इमानि इति तत्र सन्धिं करोतु महोदय. खलु इमानि इमानि खल् वाणि सूत्रं किं तत्र सूत्रं किम् अस्ति अत्र इकोयञ्चि हा इकोयञ्चि इत्यनेन वकारस्य उकारस्य उकारस्य वकारः भवति खलु इमानि खलु खलु इति शब्दः अस्ति खलु अत्र उकारस्य वकारः जातः खल् विमानि खल् विमानि इति भवति खलु इमानि खल् विमानि आं महोदय तदेव तदेव ब्रह्म आं खल् विमानि हा खल् विमानि भवति हा तत् उकारस्य वकारः भवति समीचीनं हा किन् इको यण् अचि तत्र अग्रे इमानि इकारः अच् अत्र सम्प्रसारणं तस्य विपरीतक्रमः तावदेव विपरीतक्रमः तत्र उकारस्य वकारः अत्र वकारस्य उकारः अग्रे कित् कुत्रचित् ङित् अस्ति कुत्रचित् उभयं तत्र द्वयोः मध्ये यः कोऽपि कुत्रचित् कित् एव अपेक्षितमस्ति इति तावदेव तत्र बुधवासरस्य वर्गे अस्य ज्ञानं भविष्यति सम्प्रसारणं स्वप् सुप्त वप् उप्त इति तादृशं कार्यम् इको यनचि इत्यस्य विपरीतं नाम सम्प्रसारणम् इति बहु सम्यक् अस्ति अस्तु इतः अग्रे सरेम तर्हि इदानीम् अग्रिमे महोदय अत्र प्रायः वच् इति साधारणधातुः अपि अस्ति अतः वच् इत्यस्य उक्त इति भवति सत्यं तादृशरूपाणि सन्ति बहु समीचीनमस्ति वच् धातोः उक्त हा अस्तु अग्रे गच्छेम इदानीम् अग्रिमं रूपम् अस्तु भवान् एव वदतु अस्माभिः उक्तं पूर्वं सुब्रह्मण्यं वदतु अत्र क्रुद्ध इति किमस्ति क्रुद्ध अत्र क्रुद्ध योगः क्ता इदानीम् अत्र क्ता इति अत्र कृत्वा तत्र ता एव अनन्तरं क्रुद्ध योगः ता किं भवति इत्युक्ते अत्र क्रुद्ध योगः ता धकारः तकारः एकनिमिषः झषन्तदातुः अस्ति तावत् झषस्ततोर्धोधः इत्यनेन धकारः अत्र झष् वर्णः अतः धातुः झषन्तधातुः इदानीं झषः ततोर्दोधः इति अस्ति अतः किं भवति इत्युक्ते कृद्योगः ता यदा अस्ति अत्र पूर्वं धकारः अस्ति तत्तु झष्वर्णः अनन्तरं तकारः अस्ति अत्र सूत्रे तकारः स्वयं नीतः अतः किं भवति इत्युक्ते तकारस्य स्थाने अत्र धकारादेशः भवति अतः कृद्योगः धकारः इदानीम् अत्र किं भवति इत्युक्ते अत्र झलां झष् झषि इत्यनेन अत्र यः परं स्थितस्य धकारः दकारः भवति अतः अत्र क्रुद्ध पूर्वं न आम् महोदय जलां जलां झष् झषि इत्यनेन आम् महोदय क्षम्यताम् पूर्वस्थितस्य धकारः दकारः भवति अतः अत्र क्रुद्ध इति भवति आहत्य अत्र क्रुद्धः क्रुद्धा क्रुद्धम् अत्र पुनः एकवारं किमस्ति इत्युक्ते प्रथमम् अत्र क्रुद्ध इति धकारान्तधातुः धकारः झष्वर्णः अनन्तरं तकारः अस्ति अतः झषस्ततो धोधः इत्यनेन अत्र तकारस्य स्थाने धकारः अनन्तरम् अत्र झलां झष् झषि इत्यनेन पूर्वस्थितस्य धकारस्य तृतीयसदस्य दकारः आगच्छति क्रुद्ध इति रूपं निष्पन्नं भवति वा बहु समीचीनमस्ति क्रुद्ध तर्हि क्रुद्ध इति रूपमस्ति सूत्रमेवमेव तत्र झषस्तथोर् धो धः. अत्र जशः इति पञ्चमी अस्ति, जशः नाम जस् वर्णः अस्ति, अनन्तरं पञ्चमी अस्ति चेत् परकार्यमस्ति. जशः तथोः तकारत्थकारयोः, जश् वर्णात् अनन्तरं यः वर्णः स च वर्णः तकारः अथवा थकारः इति चेत् जशः झषः तथोः तकारत्थकारयोः. अग्रे त इत्यस्य तकारः अस्ति, जशः तथोः धः, तकारत्थकारयोः स्थाने धकारादेशः भवति इति प्रामुख्यम् इत्यस्य प्रामुख्यमस्ति अत्र. हा, बहु समीचीनमस्ति. तर्हि क्रुद् इत्यस्य क्रुद्ध, एवमेव अत्र नताशा भगिनी अस्ति वा? भगिनी अस्तु, सुमित्रा भगिनी. हा, तर्हि एवं तत्र सिद्ध इति धातोः किं किं तान्त्ररूपं किं स्यात्? किम् इति सम्यक् न जानामि. क्रुद् इति क्रुद्ध, यथा पुस्तके पश्यति वा? आम् आम्. क्रुद् इति अस्य महोदय, अहमत्र अस्मि. अस्तु, नताशा भगिनी साहाय्यं करोति वा? आम्. सिद्धधातु. हा, सत्यं. रूपं किं स्यात्, कृतान्तरूपं किं स्यात्? सिद्ध. हा, सिद्ध, यथा क्रुद् इत्यस्य क्रुध इत्यस्य क्रुद्ध. एवमेव यत् कार्यम् इदानीम् अस्माभिः उक्तं, तत् सिद्ध इत्यस्य सिद्ध नाम सिद्धयोगः कृतप्रत्ययः क्त सिद्धयोगः तत्र सिद्धधातोः धकारस्य स्थाने द, नाम प्रथमतया तकारस्य स्थाने ध, अग्रे अनन्तरं सिद्धधातोः धकारस्य स्थाने द इति कृत्वा सिद्ध सिद्ध. सुमित्रा भगिनी तत्र अग्रिमं वदति वा? वृद्ध वृद्ध हा, वृद्ध. एवमेव क्रुद्ध, सिद्ध, वृद्ध. सम्यक् खलु? अस्तु, बहु समीचीनमस्ति. इदानीम् इदानीम् अग्रिमं रूपमस्ति, नाम एतादृशवैविध्यमस्ति, एतादृशं वैविध्यमस्ति कृतान्तरूपेषु. कुत्रचित् किमपि कार्यं नास्ति, कृत, स्मृत, मृत, श्रुत, कुत्रचित् इडागमः अस्ति, जीवित, कम्पित, रक्षित, कुत्रचित् अनुनासिकलोपः भवति, तत्र मन्, मत, हन्, हत, तन्, तत, कुत्रचित् उपधादीर्घः अस्ति, शं, शान्त, क्रं, क्रान्त, कुत्रचित् सम्प्रसारणं भवति, स्वप् सुप्त, कुत्रचित् धत्वं भवति, जष्ट्वं च, सिद्ध, सिद्ध, सिद्ध, वृद्ध, विद्ध इति अस्ति. अस्तु, बहु सम्यक् अस्ति. इदानीम् अग्रे विद्याभगिनी किञ्चित् वदति अग्रिमम्. अत्र दह् इति धातुः अस्ति, तत्र हकारान्त दकारादि हकारान्तधातुः, दह् योगः त प्रत्ययः. अत्र दादेर् धातुवर्गः इति विशिष्टसूत्रेण तत्र हकारस्य स्थाने घकारः, महाप्राणघकारः भवति. यदि तत्र जलादिप्रत्ययः जलादिवर्णः अस्ति चेत् तर्हि अत्र तकारः तप्रत्यये तकारः जल् वर्णः इति कृत्वा दह् इत्यस्मिन् हकारस्य स्थाने महाप्राणघकारः. तर्हि इदानीं तत्र इदानीं यथा सुब्रह्मण्यं महोदयेन उक्तवान्, इदानीं जशन्तः अस्ति, घकार महाप्राणघकारः जश् वर्णः. तर्हि तत्र जशस्ततोर्धोदः इति सूत्रेण तत्र तकारस्य स्थाने महाप्राणधकारः. अनन्तरं जलां जश् जशि इति सूत्रेण धग् दग् योगः ध महाप्राणध. अनन्तरं तत्र जलां जश् जशि इति सूत्रेण तत्र धकार महाप्राणधकारः जश् वर्णः अस्ति. अनन्तरं तत्र महाप्राणककारः जल् वर्णः अस्ति इति कृत्वा तत्र चष्ट्वं भवति, तत्र कवर्गस्य तृतीयवर्णादेशः गकारः भवति, तर्हि दग्ध इति, दग्ध इति प्रातिपदिकं, दग्धः, दग्धा, दग्धम्। बहु सम्यक् अस्ति। तर्हि हकारस्थाने घ, घकारस्य प्रभावेन तकारस्य स्थाने ध, अनन्तरं धकारस्य प्रभावेन पूर्वे पूर्वं स्थितस्य घकारस्य जष्टुं ग इति कृत्वा दग्ध। अस्तु, बहु समीचीनमस्ति। एवम् एवमेव प्रदर्शनार्थं तथा अस्ति। अस्तु, अग्रे विद्यापकिनी अग्रिमम्। अग्रिमं स्नेह् इति अस्ति। अत्र तु अन्यत् विशिष्टसूत्रमस्ति, तत्र वा दृहमुह स्नुह स्निहाम् इति सूत्रेण तत्र हकारस्य तत्र वैकल्पिकमस्ति। एकवारं हकारस्य घकारः भवति, यदि घकारः भवति तर्हि यथा पूर्वं तत्र जशस्ततोर्धोदः इति सूत्रेण तत्र महाप्राणघकारः जश्वर्णः, तस्य प्रभावेन तत्र तकारस्य तप्रत्ययस्य तप्रत्यये तत्र तकारस्य स्थाने धकारः, महाप्राणधकारः, अनन्तरं जलां जश्चि इति कृत्वा तत्र तस्मात् पूर्वं तत्र महाप्राणघकारस्य तत्र जष्त्वं, तर्हि कवर्गस्य तृतीयवर्णः घकारः, तर्हि स्निग्ध इति एकं रूपं, तत्र अन्यत् रूपम् अपि अस्ति, तत्र स्नेढ इति अपि अन्यत् रूपम् अस्ति। किं रूपं? स्नीढ। स्नीढ, स्नीढ इति एकं अन्यत् रूपम् अस्ति। तत्र संक्षेपे घकारस्य घकारः यदा न भवति किं भवति? यदि महाप्राणघकारः न भवति तर्हि तत्र होडः इति सूत्रेण तत्र हकारस्य स्थाने ढकारः भवति, तर्हि तत्र स्नीढ योगः तप्रत्ययः, तर्हि तत्र पुनः जशस्ततोर्दोदः इत्यनेन तत्र थप्रत्ययस्य तकारस्य स्थाने तत्र धकारः, महाप्राणधकारः, अनन्तरं तत्र तस्मात् पूर्वं तत्र ढकारः अस्ति इति कृत्वा तत्र ष्टुनाष्टुः इत्यनेन तत्र थप्रत्ययधकारः अभवत्, तत्र धकारस्य स्थाने तत्र श्रुत्वं भूत्वा ढकारः भवति, तर्हि स्नेड् योगः ढ। अनन्तरं तत्र अन्यत् विशिष्टसूत्रमस्ति ढोडे लोपः इत्यनेन तत्र यत्र ढकारे परे तत् तस्मात् पूर्वं महाप्राणढकारस्य लोपः भवति, तर्हि स्नी योगः ढ इति अस्ति। तदनन्तरम् अन्यत् सूत्रमस्ति ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रेण यत्र ढकारस्य लोपः अभवत् तस्मात् पूर्वं यदि इक् वर्णः इति अस्ति, इक् वर्णः अत्र स्नी इत्यस्मिन् इक् वर्णः, तर्हि इदानीं स्नी योगः ढ इति अस्ति, तर्हि स्नी इत्यस्मिन् इक् वर्णः इकारः अस्ति इति कृत्वा तस्य दीर्घत्वं भवति स्नीढ, स्नीढ इति रूपम्। स्नीढ इति रूपद्वयमस्ति, स्निग्ध स्नीढ, स्निग्ध स्नीढ इति रूपद्वयमस्ति। ततः अग्रे दुह इति यथा दः आसीत् तथा दुह अपि अस्ति। तर्हि राजीभगिनी तस्य रूपं किं स्यात् दुह इत्यस्य? दुग्ध इति भवति, परन्तु सूत्रम् अहं न जानामि। न न न, तत् पर्याप्तमस्ति, बहु समीचीनमस्ति। नाम अस्माकम् एकं तत्र कश्चन आस्वादः जातः, आस्वादः बुधवासरस्य वर्गम् आगच्छति चेत् एतत् सर्वं ज्ञास्यन्ति। बहु समीचीनमस्ति। अस्तु, इदानीं किमिति महोदय? दः योगथ होडः इति सूत्रम् अत्र इति सामान्यसूत्रं, तस्य अपवादः किन्तु होडः इति सामान्यसूत्रं, दादेर्दातुर्गः इति तस्य स्थाने अत्र भवति, होडः इति सामान्यम् इति भवति स्म, किन्तु दकारादि हकारान्त दातुः अस्ति चेत् तत्र भिन्नमस्ति। अस्तु, अन्ततो गत्वा राजेन्द्रम, तत्र नष्ट इति तत्र सूत्रं किमासीत्? अत्र महोदय, अत्र शृणाष्टुः सूत्रेण तत्र तकारस्य तकारः तकारः जातः। किन्तु तालव्यकारस्य स्थाने मूर्धनषकारः इति अपि सामान्यसूत्रमस्ति। क्षम्यतां महोदय, अत्र तालव्यषकारः अस्ति, तत्र अनन्तरं तप्रत्ययः अस्ति, अत्र तु स्तुः तत्तु अनन्तरं भवति। प्रथमतया दालविषकारस्य मूर्धनषकारादेशः केवलं सूत्रं वदति, कृपया तत्र सुब्रह्मण्यं वद सूत्रं किम्? भ्रश्च भ्रश्च सृजमृज यजराजभ्राज छषां षः इत्यनेन अत्र षकारस्य स्थाने मूर्धन्य षकारः, किमर्थमित्युक्ते अनन्तरमत्र झलादिप्रत्ययः अस्ति भूत्वा, झल् वर्णः अस्ति भूत्वा, तकारः झल् वर्णः, अतः षकारस्य स्थाने मूर्धन्यषकारः। अत्र केवलम् अत्र सूत्रे परिगणिताः धातवः सन्ति, परन्तु अत्र षकारः अपि दत्तमस्ति, झषाम् इत्यस्य अत्र श इति अस्ति, तालव्यषकारः, तस्य स्थाने मूर्धन्यषकारः बहु समीचीनमस्ति। बहु समीचीनम्, इदानीम् अधिकसमयस्य यापनं न कर्तुम् इच्छामि अत्र, किन्तु आस्वादः जातः अस्माकं, तर्हि मुडन्यः अनन्तरं श्रुत्वं नश् नष्ट विश्विष्ट दृश् दृष्ट इति सर्वत्र नाम अस्माकं बहु नाम सुदृढज्ञानं भवति, अतः तत्र बुधवासरे आगच्छन्तु। अत्र विशेषरूपाणि अपि सन्ति, अत्र जगन्नाथमहोदय अस्ति वा? अस्मि महोदय। अग्रे अग्रे अग्रे अपरजरूपाणि धा इति तस्य रूपं किं किं लिखितमस्ति? हा, क्तान्तरूपं किं? धा धातु, तस्य क्तान्तप्रत्यय हित इति भवति। हित् प्रत्ययः न, तत्र प्रातिपदिकं हित प्रत्ययः अस्ति, क्त धा धातोः क्तान्तरूपम् अस्ति हित। अस्तु, पच् धातोः पक्व, पच् धातोः पक्व, रमु धातोः रत, पृच् धातोः पृष्ठ। न, पृच् इति न धातु अस्ति, प्रच् प्रच् क्षम्यतां दोषेन उक्तवान्, प्रच् धातोः पृष्ठ इति। अग्रे वः, वः धातोः ऊढ, जन धातोः जात, अस् धातोः भूत, सृज धातोः स्रष्ट, सः धातोः सोढ, वच् धातोः उक्त, बन्ध धातोः बद्ध, कृष् धातोः कृष्ट इति। इति विशिष्टरूपाणि सन्ति, एतानि रूपाणि अपि अस्माकं ज्ञातानि सन्ति, नाम कथं साधयितुं शक्नुमः इति बुधवासरस्य वर्गे आगच्छति चेत् एतत् सर्वं ज्ञास्यामः। तत्र अत्र केवलम् एकं तत्र प्रदर्शयामि, अत्र मध्ये जन् धातुः अस्ति, जन्, तर्हि गम् उपरि आसीत् खलु, गम् मन् हन् तन् इति अनुनासिकधातवः सन्ति, पुनः शं तत्र श्रं क्रम् इति भिन्नरीत्या अनुनासिकदातवः सन्ति, पुनः भिन्नरीत्या अत्र एकमस्ति जन्, जन् इति जन् इत्यस्य जात इति तृतीयप्रकारकः अनुनासिकान्तदातुः अस्ति। तत्र एकं विशिष्टं सूत्रमस्ति जनसनखनां, जनसनखनां कुचलवति सूत्रेण, तत्र आत्वं भवति, नाम तत्र नकारस्य स्थाने आकारः भवति इति, अतः नाम तत्र प्रकारत्रयमस्ति अस्माकं, कुत्रचित् अनुनासिकलोपः, कुत्रचित् उपधादीर्घः, अनुनासिकलोपः मन्मत, उपधादीर्घः इति शं शान्त तत्र शान्तः अस्ति, अपि च कुत्रचित् नकारस्य तत्र जन् इति नकारस्य स्थाने आकारः दश भवति, अनन्तरं सुवर्णदीर्घा सन्धिः अस्ति इति कृत्वा जाता, जा नाम जन् इत्यस्य नकारस्य आ जा, अनन्तरं क्त जात इति, तादृशं ज्ञास्यामः। अस्तु, अग्रे काचन कथा अस्ति, तत् तां कथां पठेम अग्रे, मेहुलमहोदय तत्र आरम्भं कर्तुम् इच्छति वा? आं महोदय, एतत् प्रकरणम् अभिनयत अर्जुनः, इदानीं किं करवाणि, गृहपाठं करवाणि उत दूरदर्शनं पश्यानि? यः दूरदर्शनं दृष्टं मातुः आगमनात् पूर्वं गृहपाठः न समापितः, अतः मया सम्यक् तर्जनं प्राप्तं। किं करवाणि? गृहपाठं कर्तुं मनः न उत्साहते। अत्र किं वदति अर्जुनः? अर्जुनः वदति, अधुना अहम् इदानीं किं करोमि, गृहपाठं कृत्वा अहं दूरदर्शनं पश्यामि वा इति चिन्तयामि चिन्तयति। एक ह्यः दिने सः दूरदर्शनं दृष्ट्वा दूरदर्शनं पश्यति परन्तु गृहपाठं न करोति, अतः न कृतः कृतवान् अतः तस्य मातुः सः तर्जनं तर्जनं दत्तवान्, अतः सः चिन्तयति किं करोमि, परन्तु स तस्य मनसि उत्साहं नास्ति, अतः गृहपाठं कर्तुं सः न उत्साहितः अस्ति। हा, बहु सम्यक् अस्ति। अत्र राजी भगिनी अत्र वदतु, इदानीं किं करवाणि? करवाणि इति कीदृशरूपमस्ति? लोट्लकारः महोदय, लोट्लकारः उत्तमपुरुषः। हा, पुनः अग्रिमे वाक्ये तत्र पश्यानि, पश्यानि अपि लोट्लकारः उत्तमपुरुषः। हा हा, लोट् सामान्यतया लोट् इत्युक्ते आदेशात्मकः खलु, तत्र अत्र आदेशः अस्ति वा? कथमस्ति नाम प्रथमपुरुषस्य उत्तमपुरुषस्य तत्र कथं वा लोट् स्यात्? गच्छतु करोतु इति आदेशात्मकः खलु, अत्र तादृश आदेशः अस्ति वा? स्वस्य कृते आदेशः वा? न न न, प्रश्नरूपम् अस्ति, किं करोमि इति प्रश्नरूपेण अस्ति, परन्तु लोट्लकारे अस्ति। हा, किन्तु अहं किं करोमि, हा अहं किं करोमि, अहं किं करवाणि, अत्र करवाणि किञ्चित् इतोपि शक्त्या प्रश्नः भवति, यत् नाम किं करणीयं, किं करणीयम् अस्ति, तादृश अर्थः अस्ति। अस्तु, अपि च उत उत इत्युक्ते उत उत इत्युक्ते वा, हा वा अथवा अथवा वा। हा, सम्यक् अस्ति, सम्यक् अस्तु। अत्र सम्भावनार्थे अस्ति किल, तत्र गृहपाठं करवाणि उत दूरदर्शनं पश्यामि इति सम्भावनार्थे, हा अर्थद्वयमस्ति, आदेशात्मक अर्थः अपि च सम्भावनार्थः। हा, किन्तु द्रष्टव्यमस्ति, यतोहि केवलं सम्भावना अस्ति वा, न तत्र न एकनिमेषः, तत्र सम्भावना तत्र विधिलिङ्ग् इति भवति वदति, अत्र लोट् लोट् लकारः अस्ति, न तु लोट् विधिलिङ्ग् इत्यस्य अर्थद्वयमस्ति, आदेशः अपि च सम्भावनार्थः। स बालकः कुत्र अस्ति? हा, तत्र प्रकोष्ठे स्यात्, प्रकोष्ठे स्यात् इति सम्भावनार्थे अस्ति, अत्र सम्भावनार्थः इति न भाति मम। अत्र करोमि इति तत्र मनसि किञ्चित् क्लेशः उद्भवति महोदय, अर्जुनस्य मनसि करोमि वा न करोमि इति क्लेशः। किन्तु अत्र क्लेशस्य व्यक्तीकरणार्थं लोट् इति नास्ति। सुब्रह्मण्यं वदतु स्म, अत्र अनुमतिः अस्ति चेत् महोदय, अत्र मे ऐ तादृश अर्थः महोदय, अत्र यदि अहं बहिः अस्मि, गृहस्य बहिः अस्मि, आन्तुम् इच्छामि, पृच्छामि अहम् आगच्छामि किं, तादृशः अत्र अनुमति अर्थे अथवा अत्र किं वदामि इच्छा इत्यस्मिन् अर्थे, तादृश अर्थे अत्र लोट्लकारस्य उत्तमपुरुषरूपाणि। कुत्रचित् नाम सूत्रेण अनुमतिशब्दः आगतः वा अथवा किमर्थम् अनुमतिः इति वदति? अनुमतिः कुत्रचित् अनुमतिः भवति, कुत्रचित् अत्र अत्र यः वदति तस्य मनसि यः स्थितिः अस्ति अत्र मे ऐ डू दिस् तादृश अर्थः. ओ, भवान् आङ्ग्लभाषा वदति स्म, मे ऐ अहं चिन्तयामि तत् किं? न अनुमतिः अतः एव अहं प्रथमम् उक्तवान् अनुमतिः अस्ति चेदेव अहं वदामि इति. मे ऐ चिन्तयामि स्म तत् किं कीदृशं सन्धिः अस्ति वा? क्षम्यतां महोदय. यत्किमपि वदतु. अत्र प्रायः स्वस्य कृते सः चिन्तयति, नाम अन्य कोऽपि नास्ति इदानीं तावता, अतः अत्र प्रायः अनुमतिः इति विषयः नास्ति. किन्तु करणीयं किं करणीयं तादृश चिन्तनमस्ति. यत्किमपि भवतु, अनन्तरं तस्य तत्र भगिनी आगच्छति, प्रविशति, तावता नास्ति. सहदेव तत्र न तत् अनन्तरं भवतु, भवान् पठतु अनन्तरम् अग्रिमं. लक्ष्मी भगिनी पठतु कृपया अग्रिमं. गीता श्लोकं गायन्ति अर्जुनस्य प्रकोष्ठं प्रविशति, इन्द्रियाणां हि चरतां यन्मनोनुविधीयते तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि. श्लोकमस्ति. तस्मात् महाबाहो, यस्य इन्द्रियाणि विषयेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता. हे अर्जुन, भवता इतोपि गृहपाठः न आरब्धः, साहाय्यम् आवश्यकं चेत् वदतु. हा, सम्यक् अस्ति. तर्हि अत्र अर्थः कः इति वदति वा? बुद्धः वा? भगवद्गीतायाम् एकः श्लोकः अस्ति महोदय, अहं श्रुतवती पूर्वम्, अतः प्रयत्नं करोमि. अत्र गीता अर्जुनस्य प्रकोष्ठं प्रविशति, अनन्तरम् एतत् श्लोकं वदति. अर्जुनः भगवद्गीतायां कृष्णः वदति महाबाहो इति वदति, तथा एव अत्रापि गीता अर्जुनम् उद्दिश्य वदति, हे महाबाहो, यदि भवान् इन्द्रियाणां निग्रहणं कर्तुं शक्नोति चेत्, विषयेभ्यः इन्द्रियाणां निग्रहणं करोति चेत् तद् समीचीनं, यः तत् कार्यं कर्तुं शक्नोति सा एव तस्य प्रज्ञा प्रतिष्ठिता. इत्युक्ते सः स्थितप्रज्ञः भवति, तस्य प्रज्ञा स्थितप्रज्ञः भवति. अत्र गीता वदति, अर्जुन, भवान् इदानीं पर्यन्तं गृहपाठः न आरब्धवान्, अतः गृहपाठं करोतु, यदि साहाय्यम् आवश्यकं चेत् अहं साहाय्यं करोमि, आवश्यकं चेत् वदतु सा वदति. हा, इति विषयः सम्यक् अस्ति. तत्र अन्वयवाक्यं वदामि एकवारं. चरतां हि इन्द्रियाणां, यत् चरतामिति विशेषणम् इन्द्रियाणाम् इत्यस्य, चरतां हि इन्द्रियाणां यत् मनः अनुविधीयते तत्, नाम यत् इन्द्रियं मनः अनुविधीयते तत् अस्य प्रज्ञां हरति इति सामान्यवाक्यमस्ति. तत् इन्द्रियं तत्र प्रज्ञां, बुद्धिं हरति. कथं? वायुः अम्बसि नावम् इव हरति, यथा वायुः जले नावम् इव यथा हरति वायुः, नाम नावं तत्र नावः इति जानीमः खलु, जले यत् गच्छति, नौका, नावः तत्र वायुः नावं हरति अम्ब जले अम्बसि इति कृत् इति यथा तथैव इन्द्रियं तत् प्रज्ञाम् अपि करोति हरति अस्तु इति शिक्षा अस्ति समीचीनमस्ति ततः अग्रे सहदेव महोदय अस्ति वा अग्रे पठति वा आं महोदय अर्जुनः भगिनी आगच्छन्तु किञ्चित् कालम् आगच्छतु आगच्छतु किञ्चित् कालं दूरदर्शनं पश्यावः ततः गृहपाठं करवाव अत्र किं वदति चिन्तयामि अर्जुनः इच्छति दूरदर्शनं पश्यति अनन्तरं गृहपाठः करोति अनन्तरमेव बहु समीचीनमस्ति महोदय तथैव अत्र कञ्चित् न तु किञ्चित् कञ्चित् यतोहि कालः किञ्चित् अपि भवितुमर्हति स्म तत्र अव्ययरूपेण किञ्चित् इति भवति तत्र नपुंसकलिङ्गे इति न अत्र पुल्लिङ्गे अस्ति इति कालः पुल्लिङ्गशब्दः इति कृत्वा कञ्चित् कालं दूरदर्शनं पश्याव ततः कृपातं करवाव अस्तु बहु सम्यक् अस्ति अग्रे नताशा भगिनी अग्रे प्रथमं गृहपाठं करोतु ततः अन्यत् चिन्तनं नाम गीता भगिनी उक्तं प्रथमं गृहपाठं कुरु तत् पश्चात् अन्यत् कार्यं कुरु इति सम्यक् अस्ति भवती उक्तवती उक्तं गीता उक्तं तत्र तत्र अत्र अद्यतनविषयः एव अस्ति इति कृत्वा सम्यक्तया वाक्यं भवतु तत्र उक्तम् इति वदति चेत् तत्र गीता इत्यस्य रूपं किं स्यात् स्त्रीलिङ्ग गीता इति स्त्रीलिङ्गशब्दः अपि च उक्तम् इति क्तप्रत्ययान्तं रूपमस्ति खलु उक्तं तर्हि उक्तम् इति कर्मणि अथवा कर्तरि इति अस्माभिः चिन्तनीयमस्ति नाम गीता इति शब्दस्य का विभक्तिः भवेत् नाम कर्तरि अर्थे अस्ति चेत् प्रथमा विभक्तिः हा सत्यं बहु समीचीनमस्ति तृतीया विभक्तिः अस्ति यतोहि कर्मणि अर्थे अस्ति अपि च गीता इति कर्तृपदमस्ति गीतया उक्तं सम्यक् गीतया उक्तम् अस्तु सम्यक् अस्ति तर्हि अग्रे गच्छेम इदानीं बालसुब्रह्मण्यं वदतु अग्रे पठतु कृपया अम्ब प्रविशति गीते मम गृहागमने अद्य विलम्बः जातः इति तान्तरूप जन् इति धातुः जातः कर्तरि कर्मणि वा अत्र अद्य विलम्बः जातः कर्तरि एव विलम्बः कर्तरिप्रयोगः गीता चिन्ता मास्तु अम्ब मया कानिचन गृहकार्याणि कृतानि अपि चिन्ता मास्तु अम्ब मया कानिचन गृहाणि कृतानि इति कर्मणि रूपं कर्मणि प्रयोगं गृहकार्याणि कृतानि कानिचन कानिचन गृहकार्याणि कृतानि मया कर्मणि. तदेव अस्ति, बहु सम्यक् अस्ति. अग्रे अम्ब किं किं कृतं भवत्या, तत्रापि कर्मणि रूपं भवत्या किं किं कृतम् इति. धातु कृतं नपुंसकलिङ्गरूपं तदेव कृतं. बहु समीचीनमस्ति. अस्तु अग्रे राजी भगिनी. अग्रे महोदय मम एकः प्रश्नः अस्ति. अत्र मम गृहागमने अद्य विलम्बः जातः, अत्र कर्मणि रूपं नास्ति वा? अत्र मम विलम्बः जातः इति कर्मणि इति प्रथमतया जन् धातुः अकर्मकधातुः अस्ति, अतः सम्भावनाद्वयमस्ति, भावे प्रयोगः अथवा कर्तरि. कर्मणि तु न भविष्यति. तर्हि भावे प्रयोगः इति तत्र सम्भवति. तत्र अत्र तादृशप्रयोगः अस्ति वा भावे? अत्र विलम्बः इति अत्र कस्य विशेषणं जातः इति प्रथमप्रश्नः. विलम्बः इत्यस्य विशेषणं विलम्बः जातः. अत्र कर्तरि अथवा भावे इति प्रश्नः. विलम्बः जातः इति एव वाक्यं, तर्हि विलम्बः जातः अत्र कर्मपदं नास्ति, तर्हि विलम्बः एव कर्तृपदम्. विलम्बः जातः, जातः इति विशेषणं विलम्बः इत्यस्य. अद्य विलम्बः जातः, भावे किं भविष्यति? अद्य विलम्बेन जातम्. अद्य विलम्बेन जातम् इति भविष्यति. अस्तु महोदय. यत् अकर्मकधातुः अस्ति, अतः तस्य कर्मपदं नास्ति एव. अतः यथा अहम् उपविष्टः अथवा मया उपविष्टम् इति भावे प्रयोगः. अहम् उपविष्टः अस्मि, विलम्बः जातः अस्ति, तादृशमस्ति. अस्तु राजीभगिनी. मया गृहपाठकः समापितः, अर्जुनेन अपि गृहपाठकः खादितः, मधुरं खादितम्, अर्जुनाय अपि दत्तं, किञ्चित् मधुरं भवत्याः कृते अत्र रक्षितं, तातस्य कृते पृथक् स्थापितं, पूजाप्रकोष्ठः वार्जितः, शाटिका प्रक्षाल्य प्रसारिता, शुष्काणि वस्त्राणि पुटीकृतानि, बाष्पस्थालिका अपि सज्जीकृता. गीता वदति, अहं गृहपाठं कृतवती, अर्जुनः अपि कृतवान्, अहं मधुरं खादितवती, अर्जुनाय अपि किञ्चित् अहं दत्तवती, भवत्याः अपि किञ्चित् अहं रक्षितवती, पितुः कृते किञ्चित् पृथक् स्थापितवती, पूजाप्रकोष्ठमपि अहं शुद्धं कृतवती, शाटिका क्षालनं कृत्वा शुष्काय बहिः स्थापितवती, शुष्काणि वस्त्राणि अपि अहं सज्जीकृतवती, बाष्पस्थालिका अपि अहं सज्जीकृतवती इति गीता अम्बायाम् उक्तवती वदति. सत्यं, यद्यपि क्तव तु अपि च क्तप्रत्ययः तत्र सर्वदा सदा विशेषणमेव, किन्तु अस्माकं सौलभ्यमस्ति. तिङन्तप्रयोगस्य क्रियापदस्य प्रयोगस्य अपेक्षया क्तान्तप्रयोगः सुलभः, क्तवतु अपि प्रयोगः सुलभः अस्ति. कर्तरिप्रयोगे क्तवतु, कर्मप्रयोगे एतानि कार्याणि अहं कृतवती इति गीता मां वदति. हा सत्यं, मया गृहपाठः समापितः इति कर्तरिकर्मणि वा? अत्र सम्पूर्णरीत्या परिच्छेदः कर्मणि प्रयोगे अस्ति, अनन्तरं भवती तु कर्तरिप्रयोगे उक्तवती. सम्यकेव सम्यकेव तथा अस्ति. अस्तु, सुमित्रा भगिनी अग्रे. कियन्ति कार्याणि कृतानि भवत्या एकाकिन्या? गीता मैवम् अम्ब एकाकिन्या न, अर्जुनेनापि सहायं कृतम्. अम्ब अहो प्रशंसनीयास्ति भवति. अम्ब पृच्छति एकाकिन्या किं किं कार्याणि कृतम् इति. भवत्या कृतानि अतः ममैव न, एकाकिन्या न, अर्जुनेन सहायेन एव कृतम् इति गीता उक्तवती. तत्र अपि कर्मणि एव, अर्जुनेन कृतम् अर्जुनेनापि कृतम् इति चिन्तयामि. हा, बहु समीचीनमस्ति. अत्र एकाकिन्या इत्यस्य का विभक्तिः? एकाकिन्या वदति वा? सामान्यमस्ति. किमिति राजेन्द्रमहोदय वदतु. चिन्तयामि चतुर्थी अस्ति. चतुर्थी इति वदति वा? आम्, चतुर्थी कथम् स्यात्? अत्र प्रातिपदिकं किम्? प्रातिपदिकं अत्र पुल्लिङ्गे प्रातिपदिकमस्ति एकाकिन्. इनि प्रत्ययः एकाकिन्. स्त्रीलिङ्गे एकाकिनी. यथा नदी शब्दः, राजन तत्र नदी इत्यस्य स्त्रीलिङ्ग् तत्र तृतीया विभक्तिः नद्या. नद्या, नदी, नद्या, एकाकिनी, एकाकिन्या इति तावत् अस्ति. अस्तु, मैवं किमिति? हा, तृतीया विभक्तौ अस्ति एकाकिन्या. मैवं, मैवम् इति तत्र सन्धिः अस्ति वा? किं राजीभगिनी वदतु? न एवं सिद्धिसन्धि न, योगः एवं नैवम्. भवत्याः पुस्तके किं, कः शब्दः अस्ति? नकारः. न, ओकारः. मा एवः एवं, मे एवः एवम् अस्ति. मा एवं, मा एवं वृद्धिसन्धि महोदय. मैवम्. हा, अस्तु, समीचीनमस्ति. अस्तु, अत्र अन्ततो गत्वा अत्र राजेन्द्रमहोदय सरला भगिनी, सरला भगिनी वदतु अग्रे. एतत् प्रकरणम् अवलम्ब्य उच्यतेन कित् प्रत्यान्तशब्देन रिक्तस्थानी पूरयत. अर्जुन दूरदर्शनं, अर्जुनेन, अर्जुनेन दूरदर्शनं दृष्टम्. अग्रे अर्जुनेन सर्जनं प्राप्तम्. प्राप्तम्. गीतया गृहपाठः समाप्तम्. समाप्तम् इति कथं स्यात्? गीतया गृहपाठः, गीतया गृहपाठः कृतम्. प्रथमतया गृहपाठः इति पुल्लिङ्गे अस्ति. अत्र मूलशिक्षा किमिति? गीतया गृहपाठः कृतः. कृतः अथवा समापितः. अग्रे गीतया अर्जुनाय मधुरं खादितम् गीतया अर्जुनाय मधुरं खादितं तत्र नूतनविचारः अस्ति मधुरं दत्तम् अर्जुनाय दत्तमस्ति अग्रे राजेन्द्रमय अग्रे क्षम्यतां महोदय नूतनमध्ये गीत्या अर्जुनेन गृहपाठः कारितः अत्र निजन्तप्रयोगः अस्ति खलु अग्रे गीत्या शाटिका प्रक्षाल्य प्रसारिता अत्र किञ्चित् वैशिष्ट्यमस्ति किन्तु गीतया शाटिका प्रक्षाल्य प्रसारिता इत्यस्मिन् यतो हि प्रक्षाल्य सामान्यतया भविष्यति महिला अथवा गीता गीता शाटिकां प्रक्षाल्य अपगच्छति इति सामान्यतया तादृशप्रयोगः अस्ति किन्तु अत्र अन्वयः नास्ति प्रक्षाल्य अपि तु प्रसारिता इति कृत्वा शाटिका प्रसारिता नो चेत् वाक्यं यदि अन्यत् स्यात् तर्हि शाटिकां प्रक्षाल्य गच्छति इति तादृशं स्यात् अस्तु जगन्नाथमहोदय अग्रे गीता शाटिकां प्रक्षाल्य गीतया शुष्काणि वस्त्राणि पुटीकृतानि हा सत्यम् अग्रे गीतया बाष्पस्थालिका सज्जीकृता अग्रे गीतया पूजाप्रकोष्ठः सज्जीकृतः मार्जितः कियन्ति कार्याणि कृतानि अत्र कृतानि अस्ति कृतानि ओ क्षम्यतां तकारः मध्ये आगच्छति तत् नत्वं न भवति न समीचीनमेव पुनस्मरणार्थं वदामि अस्तु समयः जातः तत्र समापितः इति पदमस्ति समापितः इति पदं बालसुब्रह्मण्य तत्र वदतु तत्र कीदृशं पदमस्ति समापितः इति क्षान्तरूपमस्ति क्षम्यतां तत्र किञ्चित् जातिनिमस्ति अत्र वस्तुतः सुब्रह्मण्यं तत्र वक्तुमिच्छामि स्म यतो हि किञ्चित् जातिनिमस्ति अत्र समापितः इति कीदृशं पदमस्ति महोदय समापितः अत्र समुपसर्गपूर्वकः अत्र धातुः अस्ति अत्र निजन्तधातुः अस्ति महोदय आपि इति अत्र आप् इति मूलधातुः आपि इति निजन्तधातुः समापितः अत्र समापि आपि योगः सप्रत्ययः अत्र आपितः इति रूपं भवति बहु समीचीनमस्ति अपि च अयम् इकारः कः इकारः अस्ति अत्र इकारः अत्र इकारः अत्र किमस्ति इत्युक्ते निष्ठायां सेटि इत्यनेन अत्र तप्रत्ययः निष्ठाप्रत्ययः अतः निष्ठायां सेटि इत्यनेन अत्र प्रत्ययस्य इडागमः न तु निजन्तरूपस्य इडागमः महोदय न तु निजन्तस्य इकारः नीति अत्र ई अस्ति किल निच् नास्ति अत्र इदानीं अत्र निर्लोपः जातः हा बहु सम्यक् अस्ति वा, बहु सुन्दरमस्ति, सर्वेषां नैपुण्यं जायमानमस्ति, बहु प्रशंसनीयमस्ति, श्लाघनीयं च, सम्यक् समयः जातः. अग्रिमे सप्ताहे वर्गः प्रयत्नं वर्गार्थं प्रयोगं करो तत्र प्रयत्नं करोमि. इदानीम् अतः अन्तिमशनिवासरः अस्ति, समये सति अवश्यं कुर्मः, अहं वदिष्यामि प्रयत्नं कृत्वा. अस्तु तर्हि धन्यवादः सर्वेषां, नमस्कारः. धन्यवादः महोदय, नमस्कारः. धन्यवादः महोदय.